नमस्कारः. अद्य रुदादिगणः इति पाठः अनुवर्तते. गतसप्ताहस्य विषयाः प्रायः शीघ्रं झटिति अवलोकयेम पश्यामि. सरला भगिनी वदति किम् आरम्भतः रुदादिगणस्य विकरणप्रत्ययस्य विषये अनन्तरम्? अस्तु, रुदादिगणे कर्तृशप्रभाद्य रुदादिव्यश्नम् इति आगच्छति. तस्य नूतन अन्य विकरणप्रत्ययस्य भिन्नता अस्ति अस्मिन् विकरणप्रत्ययकी. एतत् धातोमध्ये आगच्छति, धातोमध्ये श्नम् इति आगच्छति, न तु धातो परे अस्ति. अपि श्नम् एतत् विकरणपत्र शकार मकारस्य लोपः भवति, न एव शिष्यति अवशिष्यते. रुदादिव्यश्नं तत् दन्त नकार नुम् अस्ति, मिदिचो अन्त्यात् पर इति सूत्रेण तस्य प्रथम अचुवानस्य अन्तिम अचवानस्य परे आगच्छति. अच्वर्यस्य समूहायस्य अन्तिमं वर्ण आगच्छति मिदिचो इति सूत्रस्य मिदिचो अन्त्यापर इति सूत्रेण. तदनन्तरं यदि श्नम् धातो मध्ये यदि आगच्छति तदनन्तरं श्नालोप इति सूत्रेण यत् नकारस्य आगमः अस्ति तस्य अनन्तरं यदि नकार अस्ति धातो मध्ये तत् नकारस्य लोपः भवति. तत् नकार यथा उदाहरणम् अस्ति इन्द यदि अस्ति इन्द धातु अस्ति श्नम् इति सूत्रेण इन्द भवति. तदनन्तरं श्नान् लोप इति सूत्रेण नकार यः नकार श्नम् आगमस्य अनन्तरम् अस्ति नकारस्य लोपः भवति. सो इति इन्द इति भवति. सो एतत् यदि पित् अस्ति वा पित्तस्य कोऽपि सम्बन्धः नास्ति. सर्वे प्रत्याहारप्रति प्रति एतत् सूत्रम् आगच्छति, तस्य प्रसक्तिः अस्ति. धन्यवादः. अनन्तरं मणिमहोदय वदति किम् अत्र श्नसोरलोपः इति? महोदय, मणिमहोदय, किमपि बाधा अस्ति किं स्वस्य सङ्गणके? सः उक्तवान् किमपि अस्ति इति. किम् अस्तु, रामप्रिया भगिनी वदति किं भगिनि? आं भगिनि, वदामि वा भगिनि? इदानीं श्नसोरल्लोपः इति अङ्गकार्यम् अस्ति. रुदादिगणे तिङ् प्रत्ययनिमित्तिकम् अङ्गकार्यम् एकमेव अस्ति, श्नसोरल्लोपः इति सूत्रेण तद्भवति. तत्र किं भवति इत्युक्ते श्नम् प्रत्ययस्य अनन्तरम् अस् धातोः अकारस्य लोपः भवति कितिङ् इति प्रत्यये परे, सार्वधातुकप्रत्यये परे. अस्माकं प्रसङ्गः अस्ति श्नम् प्रत्ययः इति, अस् इति वयम् अदादिगणे दृष्टवन्तः. इदानीं श्नम् प्रत्यये परे यदा श्नम् प्रत्यये परे अकारस्य लोपः भवति इत्येव श्नसोरल्लोपः वदति. अनन्तरम् अत्र यत्र श्नसोरल्लोपः आयाति तत्र अनिदितां हल्लोपदायान् इति इत्यस्य कार्यं किमर्थं न स्यात् इति तस्मिन्नपि आं भगिनि, तत्र स्नसोरलोपः अनिदितां हल उपादायानिति इति सूत्रद्वयस्य प्रसक्तिः अस्ति. किमर्थम् इत्युक्ते तत्र नकारः अस्ति, अनिदित् धातुः अस्ति, उपधायां स्थितस्य नकारस्य लोपः भवितुम् अर्हति परन्तु न भवति. किमर्थम् इत्युक्ते द्वयोः सूत्रयोः क्षम्यतां सूत्रद्वयमपि आभीयकार्यम् अस्ति. आभीयकार्यम् इत्युक्ते यत्र आश्रयः समानः अस्ति. यदा वयं पश्यामः स्नसोरलोपः इत्यस्य आश्रयः तु कित् नित् प्रत्ययः अस्ति. अनिदितां हल उपादायाः अपि कित् नित् प्रत्यये परे एव तस्य कार्यमपि भवति. अतः द्वयोः आश्रयः समानः. तत्र किं भवति इत्युक्ते अनिदितां हल उपादायामिति इति सूत्रं प्रति श्नसोरलोपः इत्यस्य कार्यम् असिद्धम्. षष्टम अध्यायस्य चतुर्थपादस्य पञ्चविंशतिसूत्रमस्ति अनिदितां हल उपधायामिति. श्नसोरलोपः षष्टम अध्यायस्य चतुर्थपादस्य एकदश अधिक एकशतं सूत्रमस्ति. अत्र आभीयकार्याणि इति यत्र वदामः तत्र सूत्रसङ्ख्यायाः प्रसक्तिः महत्त्वं नास्ति इति नास्ति. केवलम् आभीय आभीय अधिकारे आयाति चेत्, आभीयकार्यस्य अधिकारे आयाति चेत् एव पर्याप्तम्. एकं तु प्रथमं श्नसोरलोपः भवति. किमर्थम् इत्युक्ते यदि श्नसोरलोपः न सम्भवति चेत् अनिदित्तां हलदुपदायानिति इत्यस्य प्रसक्तिः एव न भवति. किमर्थम् इत्युक्ते नकारात् अनन्तरम् अकारः अस्ति इति कृत्वा नकारः उपादायां न आयाति, अकारः एव उपादायां भवति. किन्तु यदि श्नसोरलोपः इति कार्यं भवति चेत् उभौपि अभियकार्यम् इति कृत्वा अनन्तरम् अनिदितां हलोपदाय नीति इत्यस्य असिद्धत्वं भवति इति कृत्वा भगिनि अभियकार्यम् एकवारं वदतु. अभियकार्यम् इत्युक्ते अत्र सूत्रमस्ति षष्टाध्यायस्य चतुर्थे पादे द्वाविंशति तमसूत्रमस्ति. असिद्धवत् अत्र अभात् इति एकं सूत्रमस्ति. ततः आरभ्य भस्य इति अधिकारम् अस्ति तस्य पर्यन्तम् अभियसूत्राणि इति वदामः. इत्युक्ते षष्टाध्यायस्य चतुर्थपादस्य षड् पञ्चाधिकसप्ततिः पञ्चसप्ततिः अधिकशतम् इति सूत्रात् पर्यन्तम् अन्तिमसूत्रम् अति अन्तिमसूत्रं तावत्पर्यन्तम् आभीयसूत्रे सूत्राणि सन्ति. केवलं तेषां नामकरणम् अभियकार्यम् इति वदामः. यदि एकं कार्यं तेषु एकं सूत्रं कार्यं करोति चेत् तत्तु अभियकार्यम् इति वदामः. अनन्तरं समानाश्रितम् अभियकार्यं न सम्भवति. अन्यत् आश्रितम् अभ्यकार्यं चेत् सम्भवति. तेषाम् एकैकस्य सूत्रस्य कार्यं भवति अभ्यकार्यम् इति वदामः. एकं सूत्रं प्रवर्तते, एकम् आश्रितम् अधिकृत्य प्रवर्तते, अनन्तरम् अन्यत् सूत्रं तदेव पूर्वं यत् सूत्रं पूर्वतनसूत्रं यत् अधिकृत्य प्रवर्तितं तदेव आश्रित्य अनन्तरम् अद्वितीयकार्यमपि तदेव आश्रित्य कार्यं कर्तुम् इच्छति चेत् तत्तु न सम्भवति. किन्तु अन्यथा भिन्न अधिकृत्य अनन्तरं द्वितीयसूत्रम् अन्यत् किमपि अधिकृत्य कार्यं कर्तुम् इच्छति चेत् तत्तु सम्भवति. तत्र असिद्धत्वं न सम्भवति. समानाश्रितं चेत् असिद्धत्वं भवति. सूत्राणां नामकरणमस्ति आभीयकार्यमस्ति आभीयसूत्राणि सूत्रमिति. यत् कार्यमस्ति तद् आभीयकार्यमिति वदामः. तर्हि अनन्तरं सन्धिकार्यम् इति महोदयेन अत्र अस्माकं सुपरिचितसूत्राणि सन्ति, संयोगान्तस्य लोपः, अपदस्य संयोगान्तस्य पदस्य लोपः, पदान्तविषयः अस्ति. अनन्तरं दीच दीप् परे सस्य सकारस्य लोपः भवति, सोः संयोगाद्योरन्ते च संयोग पदान्ते वा जलि परे वा संयोगः अस्ति चेत् यत्र प्रथमवर्णः सकारः वा ककारः वा अस्ति चेत् सकारस्य ककारस्य एव लोपः भवति इति सूत्रस्य सारांशः. चोः कुः किं वदति, अत एतदपि पदस्य जलिपदस्य इति अनुवृत्तिः अस्ति. च वर्गस्य स्थाने कवर्गादेशः भवति, पदान्ते जलि च इति. अनन्तरं ब्रश ब्रश इति ब्रश ब्रश सृजं ऋजयज राज राजशां शः इति सूत्रेण ब्रश् ब्रश् सृज् मृज् यज् राज् ब्राज् चकारान्तानां षकारान्तानां च धातूनाम् अन्तिमवर्णस्य स्थाने षकारादेशो भवति अजलिपदान्ते इति एव. अनन्तरं जलां जशोन्ते पदान्तकार्यमस्ति, पदान्ते जल् स्थाने जश् आदेशः, वयं तु जष्ट्वम् इति वदामः खलु. अनन्तरम् अस्ति षडोः कः सि, सि परे षकारस्य ढकारस्य च ककारादेशः. नशापदान्तस्य जलि वयं जानीमः, आदेशप्रत्ययोः अपि जानीमः खलु. इन् प्रत्याहारस्य च कवर्गीयात् च परे अपदान्त वा अपदान्त आदेशरूपी वा प्रत्ययवयं वा सकारः अस्ति चेत् तस्य षत्वं भवति, षत्वविधिः इति वदामः आदेशप्रत्ययोः इति सूत्रस्य कार्यम्. अनन्तरं रसाभ्यं नूनः समानपदे नत्वविषयमस्ति, अस्कुम् अस्कुब् वाङ्मुं व्यवायेपि इति सूत्रमपि नत्वम् अस्ति. यत्र उप व्यवधा अत्वा कवर्गः वा पवर्गः वा आङ् नृम् यत्र व्यवधानं भवति चेदपि नत्वं भवतु इति सूत्रस्य सारांशः. अष्टुनाष्टुः अष्टुत्वकार्यं, जलां जष्टि जष्ट्वकार्यं, पुनः करीच चर्त्वकार्यं खलु. जलः स्थाने चरादेशः भवति करीपरे इति. अनन्तरम् अनुस्वारस्य ई परसवर्णः जानीमः, सवर्णादेशः अस्ति. वावसाने अनन्तरं अवसाने इत्युक्ते यत्र विरामः अवसानम् इति सूत्रमस्ति, तर्हि यत्र विरामः आयाति परे विरामः अस्ति चेत् जलः विकल्पेन चरादेशः भवति. अनन्तरं जरोजरि सवर्णे जरोजरि सवर्णे तस्य उदाहरणं ददाति वा? भगिनी अहं तु मम प्रायः रामप्रिया भगिनी अहं मनसि किमपि अस्ति चेत् अहं किञ्चित् दृष्ट्वा वदामि भगिनि. वयं कृतवन्तः, तादृशं मनसि किमपि न तिष्ठति भगिनि. झरि सवर्णे परे झर द्वयोः उदाहरणं अधः अस्ति कुत्रचित् भवति महोदय, तदेव मनसि अधुना नास्ति, किन्तु द्रष्टुं शक्यते. अत्र रुन्दयोगः दि इति स्थितौ स्वीकुर्मः चेत् रुन्दयोगः दि इति स्थितौ तत्र तु जरोजरि सवर्णे अत्र किं पश्यामः चेत् नकारः अस्ति हल् हल् उत्तरस्य जरुवर्णः अस्ति दकारः. अनन्तरं अनन्तरं सवर्णधकारः अस्ति, तर्हि जरोजरि सवर्णे इत्यनेन तस्य विकल्पेन लोपः भूत्वा रुन्दि रुणद्धि रुन्दि रुणद्धि दकारः. अस्माकं परिचितसूत्रम् अस्ति किल भगिनि नीति च इति, तत्रापि जरोजरि सवर्णे इत्यस्य कार्यमस्ति. तत्र ककारः ककारः नीति च इति पदच्छेदः भवति प्रथमम्, अनन्तरं करी च इति सूत्रादेशः इति सूत्रेण लोपः भवति ककारस्य. वदति किं भगिनि भवत्याः ध्वनिः न श्रूयते वा? अन्तर्गत मध्ये मध्ये मध्ये वा? इदानीं श्रूयते वा भगिनि? आमाम्. अस्माकं परिचितसूत्रं किल नीति च इति, तत्रापि जरोजरि सवर्णे इत्यस्य कार्यमस्ति. गकारः ककारः नीति च इति पदच्छेदः. अनन्तरं करी च इत्यनेन प्रथमगकारस्य ककारादेशः. इदानीं ककारः ककारः नीति च. तत्र द्वितीयककारस्य जरोजरि सवर्णे इत्यनेन विकल्पेन लोपः भवति. अनन्तरं नीति च इति रूपं सिद्ध्यति. अस्तु अस्तु, तदर्थमेव गकारं न श्रूयते एव यदा वयं नीति च इति वदामः. धन्यवादः भगिनि. पुनः वदतु, गिति गिति अस्ति चकारपरे अस्ति तु भगिनी किमस्ति? गकारः ककारः नकारः च इति आयाति खलु. तर्हि अत्र गकारस्य प्रथमं क क आदेशः भवति खरीच इत्यनेन. किमर्थमिति गकारस्य अनन्तरं कवर् क ककारः अस्ति इति कृत्वा गकारस्य ककारः. अनन्तरं अधुना किं भवति, ककारः ककारद्वयम् अनन्तरं नकारः अस्ति. प्रथमककारः हल् वर्णः इति चिन्तयामः चेत् द्वितीयककारः जर् अस्ति, नकारः अपि जर् अस्ति, सवर्णमपि अस्ति इति कृत्वा ककारः नकारः वर्गीयव्यञ्जनानां सवर्णम् इति चिन्तयामः खलु. तदर्थमेव खलु भगिनि? तर्हि तस्य सवर्णः इति कृत्वा प्रथम किमस्ति ककार मध्ये यत् ककारः अस्ति तस्य विकल्पेन लोपः भवति. समाधानं प्राप्तं खलु भगिनि? अग्रे सरम् ओके. अस्तु, तर्हि विचरिति आरभ्य. तर्हि श्नम् निमित्तीकृत्य अङ्गकार्यं पूर्वमेव दृष्टवन्तः. प्रथमं यदि धातोः मध्ये नकारः अस्ति चेत् श्नान् लोपः इत्यनेन तस्य लोपः भवति. तदनन्तरं तिङ्निमित्तीकृत्यम् एकमेव अङ्गकार्यम् अस्ति इति महोदयेन उक्तं. तत्र किमस्ति, श्नसौरिलोपः इत्यनेन नितिपरे सार्वधातुकनितिपरे इति अस्ति किं श्नसौरिलोपः? आम् आं भगिनि, सार्वधातुकनीति सार्वधातुक प्रत्यये इति परे तत्र श्नम् इति प्रत्ययस्य श्नम् प्रत्ययस्य नकारोत्तर अकारस्य लोपः भवति सौरलोपः. अत्रैव यत्र वयं रुदादिगणः इति पाठं पठामः अत्रैव एङिपररूपम् इत्यस्य अपि कार्यम् अस्ति इति महोदयेन अत्र अधिकम्. अत्र किमर्थं महोदय एङिपररूपम् इति उक्तवान्? तत्र सवर्णदीर्घसन्धिः भवति स्म, किन्तु तस्य स्थाने एङ्गीपररूपम् इत्यनेन पररूपादेशः भवति. तत्र श्वशौ इत्यस्मिन् पदे तत्र वार्तिकमपि दत्तमस्ति. अत्र वार्तिकं किम् आम् तेन वार्तिकेन अपि तदेव तत्र अकार अकारयोः योजनेन दीर्घ आकारस्य दीर्घत्वं भवति स्म, किन्तु तथा न भवतु मा भवतु इति वक्तव्यं. तदर्थमेव सकन्ध्वादिषु पररूपं वाच्यम् इति वार्तिकं दत्तमस्ति. अत्रत्र वार्तिके किं दत्तमस्ति इत्युक्ते अत्र पदानि सति शकन्धुः इति पदमस्ति. तत्र शकयोगः अन्धुः शकान्धुः भवति स्म, किन्तु एङ्गिपररूपम् इति सूत्रेण पररूपादेशं भूत्वा शकन्धुः तथा एव कुलटा इति सूत्रस्य किमर्थं श्नासो इति श्नासौ इति किमर्थं न स्यात् इति. लास्ट् सेण्टेन्स् शकन्त्वादि आकृतिगणः अनेन श्नसौ अपि अन्यतमसदस्य इत्यस्य अर्थः कः आकृतिगणः इति इत्यस्य प्रायः गण गणं महोदयः उक्तवान् भगिनी. अत्र किम् उक्तवान् इत्युक्ते अत्र प्रकृतिगणः इत्युक्ते तत्र तस्मिन् गणे सर्वे सदस्याः न सन्ति, केवलम् आकृतिरूपेण दत्तमस्ति, सर्वे सदस्याः न अन्तर्भूताः न सन्ति इति उक्तम्. अहं न अवगच्छामि. आकृतिः इत्यस्य परिवर्तनम् इति एव अर्थः खलु. भगिनी न श्रूयते, भगिनी उच्चैः वदति किम्? अस्तु, यदि अकार अकार समानदीर्घसन्धि भवति अस्तु, अत्र केवलम् उदाहरणम् अकारस्य दत्तमस्ति. तथैव यथा प्रयोग एजते प्रयजते अस्ति, अत्र समान पूर्वपरस्थाने पररूपम् आदेशः भवति. अत्र द्वितीय उदाहरणमस्ति अकार अकालक समान अकारदीर्घसन्धि उदाहरणं न अस्ति. सो यत्र भिन्ना भिन्ना सदस्याः सन्ति एतद् वाचकेन शकन्दवादिषु परपरूपं वाच्यम्. अत्र आकृतिः अस्ति समानं, पररूपं केवलम् आदेशः भव तिष्ठति, न तु किन्तु उदाहरणरूपेण सर्वे सदस्याः न दत्तमस्ति अत्र. तदेव आकृतिगणः, सर्वे उदाहरणानि न दत्तानि, तस्य नाम आकृतिगणः इति. आम् अत्र आङ्ग्लभाषया लिखितमस्ति कुत्रचित् आकृतिगणः, विच् इस् अ क्लास् आर् ग्रूप् आफ़् वर्ड्स् इन् विच् सम् वर्ड्स् आर् आक्चुलि मेन्शन्ड् and room is left to include others which are found undergoing the same operations iti kechanah uktah kintu anye tu na uktah iti krutva akriti ganah iti kimartam itikte shakandvadishu iti uktam asti kin keke santi iti purnate shaka iti asti andu iti asti kintu anye api asanti kalu kula iti api asti ta te sarve na uktah iti krutva shakan shaka andu iti uktam asti anantaram तत्तु न उक्तम् इति आदि इति वदनेन तेषां ग्रहणं भवति इति कृत्वा आकृतिगणः. नामकरणं प्रायः तादृशसूत्राणां नामकरणं यत्र यत्र पूर्णतया न उक्तम् अस्ति इति. धन्यवादः महोदय. पुष्पभगिनी पठति किं भगिनि? चकारान्तदातवः इति, चकारान्तः दातवः इति. आम् चकारान्त तत्पूर्वे न कोऽपि अस्ति न चकार आहत्य सर्वे चकारान्तः दातवः चत्वारः दातवः विच् विच् तञ्चु तञ्च् रिचिर् रिच् रुचि रुच् विचिर् विच् धातुः उभयपदी धातुः पृथक् भागे भावे पृथक् करोति विलक्षयति इति अर्थं. विच् योगः श्नं मिदचोन्त्यात् परः तत् कारणात् तत् सूत्रात् विनच् इति तिष्ठति विनच्. अतिङ् अङ्गकार्यं फिक्सु अङ्गकार्यं नास्ति, विनच् एव तिष्ठति. विनच् योगः अपि सन्धिकार्यं विनक्ति, विनच् योगः आनि विनचानि. अपित्सु श्नासोरल्लोपः इत्यनेन स्नम् इत्यस्य अकारस्य लोपः, विनच् योगः तः विञ्च् योगः तः सन्धिकार्यं विङ्क् तः सन्धिकार्यं विनच् योगः ति चोहुकुः प्रथमकर्तया कार्यं करोति, विनक् योगः ति वर्णमेलने विनक्ति, विञ्च् योगः तः चोहुकुः कार्यं करोति, विङ्क् योगः तः. अत्र अपित् अस्ति तत् स्नासरलोपः इत्यनेन विञ्च इति अङ्गं विनच्येव अङ्ग तत्तु विञ्च् इति अपित् स्थाने तत् तिष्ठति विञ्च् इति विङ्क् योगः अतः नश्च पदान्तस्य जलि इत्यनेन अनुस्वारः आयाति विङ्क् योगः अतः अनुस्वारस्य ययि परसवर्णः तत्र अनुस्वारस्य ककारस्य पञ्चमवर्णः आगच्छति विङ्क् योगः अतः वर्णमेलने विङ्क्तः विञ्च् योगः अन्ति न अत्र चुहोकुः न कार्यं न करोति नश्च पदान्तस्य झलि अत्र झलि नास्ति ऐ मीन् अत्र चाकु अत्र अकारः अस्ति तथैव चुहोकुः न कार्यं न करोति नश्च पदान्तस्य झलि इत्यनेन विञ्च् सत्यं न भगिनि विञ्च् विञ्च् अनुस्वारः आयाति विञ्च् योगः अन्ति तत्र अनुस्वारस्य ययि परसवर्णः तद् कारणात् चकारस्य पञ्चमवर्णः आगच्छति विञ्च् ञकारः आगच्छति विञ्च् योगः अन्ति वर्णमेलने विञ्चन्ति विनच् योगः अस्ति चोहकुः कार्यं करोति अत्र विनक् अद् तत्तु पित् अस्ति तथैव पित् इति न चोहकुः स कोऽपि चकारः अस्ति तत्र कार्यं करोति सिंहपतेन एव करोति न तत् अपित् अस्ति कार्यं करोति न करोति भगिनि न न अकारस्य कारणात् अकारस्य अजादिपत्य अजादिपत्य कारणात् ओके किं भगिनि न वदामि पुनः वद न न न अत्र विञ्च् योगः अन्ति अत्र न काचुः न कार्यं करोति न केवलं वर्णमेलनं जलिपदान्ते एव चोहुकुः जलिपदान्ते वनच् विनच् योगः सि चोहुकुः विनक् योगः सि आदेशप्रत्ययोः इत्यनेन विनक् योगः मूर्धन्य षकारः सि वर्णमेलने विनक्षि विञ्च् योगः हि हुजल्यो हेर्दिः इत्यनेन विञ्च् योगः धि आगच्छति चोहकुः विङ्क् योगः धि अत्र नश्च पदान्तस्य जलि अनुस्वारः आगच्छति विङ्क् योगः धि अत्र जलां जश्चषि इत्यनेन विङ् इति विङ् योगः धि गकारः आगच्छति गकारस्य स्थाने अनुस्वारस्य ययि परसवर्णः अत्र ककारस्य पञ्चमवर्णः विङ् योगः धि वर्णमेलने विङ् धि धन्यवादः भगिनि लक्ष्मी भगिनी अग्रे वदति अत्र अत्र आहत्य यत्र कार्यं कीदृशमिति चेत् अपिति प्रत्यये परे श्नशोरल्लोपः नश्चापदान्तस्य झलि अनुस्वारस्य ययि परसवर्णः इति सूत्रसमूहः झलि परे चोहुकुः इत्युक्ते अत्र आहत्य अत्र कीदृशानि कार्याणि सन्ति इति चिन्तयामश्चेत् अत्र अपित् प्रत्यये परे अत्र त्रीणि सूत्राणि समीहीकृत्य तत्र कार्याणि कुर्वन्ति श्नशोरल्लोपः नश्चापदान्तस्य झलि अनुस्वारस्य ययि परसवर्णः किन्तु परवर्णः झल् वर्णः अस्ति चेत् तदा चोहकुः इति अपि कार्यं करोति इति उक्तमस्ति. अनेन कार्यं चतुर्विधं तिति झलि चोहकुः इत्युक्ते प्रत्ययः पित् प्रत्ययः अपि च परवर्णः झल् वर्णः अस्ति चेत् तदा चोहकुः इत्यस्य कार्यं भवति. पिति अजलि अतः प्रत्ययः पित् प्रत्ययः अपि च परवर्णः झल् वर्णः नास्ति चेत् तदा किमपि कार्यं नास्ति, केवलं वर्णमेलनम् एव. अनन्तरम् अपिति झलि इत्युक्ते अपित् प्रत्ययपरे अपि च झल् वर्णः परवर्णः चेत् तदा उपरि उक्तं सूत्रद्वयम् अपि च चोहुकुः इत्युक्ते आहत्य चत्वारि सूत्राणि अपीति झलि सूत्रचतुष्टयं कार्यं करोति. अपीति अझलि अत्र सूत्रसमूहः इत्युक्ते केवलं त्रीणि सूत्राणि एव. अपीति अझलि चोहुकुः कार्यं न करोति. अग्रे चतुर्षु लकारेषु चिङन्तरूपाणि वक्तव्यानि. उपरि दत्तानां नियमानाम् आधारेण रूपचिन्तनं करोतु. आरम्भं करोति भगिनि लट् लकार. प्रयत्नं करोमि भगिनि. अहं सम्यक् न जानामि, केवलं धनुमुद्रणं श्रुत्वा किञ्चित् प्रयत्नम् अवगन्तुं प्रयत्नं कृतवती तदर्थमेव, परन्तु सम्यक् न जानामि. तत्र किमर्थं चेत् देर् इस् ए बिग् लर्निङ्ग् गेप्. अत्र अत्र यथा भवती उक्तवती प्रथमतया अत्र उपरि विनच् इति अङ्गम् आगतं. विनच् इति अङ्गं स्वीकृत्य प्रथमपुरुष एकवचन प्रत्ययं ति प्रत्ययं योजयामः. अत्र ति प्रत्ययः पित् अस्ति, अपि च तकारः झल् वर्णः. अतः अत्र चतुर्विधम् इति दत्तमस्ति इति कृत्वा अत्र पिति झलि पिति झलि इति झलि इति भवति वा भवति चेत् अत्र चोहकुः इति इत्यस्य कार्यमस्ति. चोहकुः इत्युक्ते झलि परे तत्र अनुवृत्तिसूत्रं पश्यामश्चेत् झलि इति दत्तमस्ति. इत्युक्ते अत्र चवर्गीयवर्णानां स्थाने कवर्गीयवर्णादेशः भवति इति कृत्वा अत्र विनच् विनक् भवति, विनक् योगः ति. अत्र इतोपि कार्यं किमपि नास्ति, केवलं वर्णमेलनं भूत्वा विनक्ति इति एकवचनरूपं. द्विवचने अत्र तः इति योजयामः. विनच् योगः तः. अत्र तः इति अपि प्रत्ययः, अपि च तकारः झल् वर्णः. अतः अपिति झलि इति द्रष्टव्यम्. अत्र अपिति झलि इत्युक्ते अत्र सूत्रसमूहः योगः चोहकुः इति दत्तमस्ति. इत्युक्ते प्रथमतया विनच् इति अङ्गं स्वीकृत्य तः योजयामश्चेत् तत्र प्रथमतया नशोरल्लोपः इति सूत्रेण अल्लोपः इत्युक्ते अकारलोपं कृत्वा विञ्च् इति रूपम् आगतं. विञ्च् तत्र तदनन्तरं चोहकुः सूत्रं कार्यं करोति चेत् तत्र चकारस्य स्थाने ककारादेशः भवति. अतः विञ्च् विङ्क् भवति. अनन्तरं विङ्क् तत्र दन्तनकारः अस्ति. अनन्तरं नश्चापदान्तस्य झलि इत्यनेन झल् वर्णः तकारः अस्ति परवर्णः इति कृत्वा अत्र नकारस्य स्थाने अनुस्वारादेशः भवति. अतः विङ्क् इति भवति. अनन्तरम् अनुस्वारस्य यै परसवर्णः इति सूत्रेण अनुस्वारस्य स्थाने तद्वर्गस्य परवर्णादेशः भवति इति कृत्वा अत्र अनुस्वारस्य स्थाने कवर्गीय ञकारः अन्तिमवर्णः अनुनासिकवर्णः आगतः. अतः विङ्क् योगः तः विङ्क्तः इति द्विवचनरूपं. बहुवचनरूपम् अन्ति योजयामः. अन्तिप्रत्ययः, अपित् प्रत्ययः, अपि च झल् झल् वर्णः नास्ति अकारः. अतः अत्र अपिति अपित् अझलि इति अस्ति चेत् अत्र केवलं सूत्रसमूहः इत्युक्ते चोहकुः इत्यस्य कार्यं नास्ति. किन्तु अत्र प्रथमतया विनच् इत्यस्मात् स्नशोरलोपः इत्यनेन विञ्च् भवति, अनन्तरं नश्चापदान्तस्य झलि इत्यनेन अनुस्वारादेशः भूत्वा विञ्च् भवति, अनन्तरम् अनुस्वारस्य ययि परसवर्णः इत्यनेन चवर्गीय अन्तिमवर्णादेशः ञकारः आगतः. अतः विञ्च् योगः अन्ति, विञ्च् अन्ति. अग्रे वदामि वा भगिनि? पर्याप्तं भगिनि, धन्यवादः. मणिमहोदय अस्ति किम्? वदामि महोदय. अद्य नेट् मध्ये नास्ति, अतः समयः अस्ति, म्यूट् अन्म्यूट् अस्ति, अतः समयः. क्षम्यतां महोदय. इदानीं मध्यं पुरुषे एकवचने शि अस्ति, पित् अस्ति, अतः संसर्गलोप न कार्यं करोति. विनच् यो सि, इदानीं जलि अस्ति सि, अतः चोहोकुः इत्यस्य कार्यं कृत्वा विनक् योः शि इति. अनन्तरं ककारः अस्ति इन्कोः, अतः आदेशप्रत्ययोः इत्यस्य सूत्रं कार्यं करोति. विनक् योः सि स्थाने षि आदेशः, विनक्षि इति रूपं भवति. अनन्तरं तः, अपित् जलि अपि अस्ति, अतः अपि जलि स्थाने स्नसोरलोपो कार्यं करोति, अतः आकारस्य लोपं भूत्वा विंश् इति इदानीं पदं भवति. अनन्तरं चोहोकुः इति सूत्रेण ककारः भवति चकारस्य, अनन्तरं नशां पदान्तस्य जलि इति सूत्रेण अनुस्वरं भवति नकारस्य स्थाने, अनन्तरम् अनुस्वरस्य इति सूत्रेण अत्र अन्तिम अनुस्वरः भवति दन्ते नकारः, अतः विङ्क्तः इति रूपं. तथैव त स्थाने अपि विङ्क्त इति. उत्तम पुरुषे मी अस्ति, पित्त, अतः नश्नोस्वरोपि एनो कार्यं करोति. जलि नास्ति, अतः विनच् योः मि विनच्मि इति रूपं भवति. वहामः अपित्, परन्तु जलि नास्ति, अत्र अकारः लोपः भवति, विञ्च् इति रूपं. विञ्च् वः विञ्च् मः इति रूपं भवत्या महोदय, सन्देहः अस्ति? जलि नास्ति, बट् परन्तु अपित् अस्ति, अतः कारलोपो भवति स्वरोपति सूत्रेण विणच् विञ्च् वः विञ्च् मः इति. चकारः तु जलि अस्ति खलु महोदय, अधः चोहोकुः कार्यं अनुसरस्य अनुसरसन् नचां पतन्तस्य जलि अनुसरस्य अधः विञ्च् विञ्च् वः ञकारः अनुसरस्य अध विञ्च् वः विञ्च् मः. धन्यवादः महोदय. भगिनि, अत्र मध्यमपुरुष एकवचने मध्यमपुरुष एकवचने अत्र इङ्कोः इति उक्तमस्ति, इत्युक्ते किम्? इङ्कोः इन् प्रत्याहारात् कश्चन वर्णः इति, नो चेत् कवर्गीय कु इति. इन् कु योजनेन इन्कोः इति भवति षष्टि पञ्चमी अस्ति पञ्चमी विभक्तिः तस्मात् प्राक् इति अतः परे क्षम्यतां किमस्ति शकारात् प्राक् इन् प्रत्याहारस्य कश्चन वर्णः नो चेत् कवर्गस्य कश्चन वर्णः अस्ति चेत् शत्वं भवति इति सूचितम् इत्युक्ते अत्र आदेशप्रत्ययोः इत्यनेन सकारस्य स्थाने शकारः भवति परन्तु तस्मात् पूर्वं द्रष्टव्यं वा पूर्वं द्रष्टव्यम् आम् अत्र विनक् इति पश्यामः खलु तर्हि विनक् योगः सि इति अस्ति सकारात् प्राक् ककारः अस्ति कवर्गस्य वर्णः अस्ति इति कृत्वा विनक्षि इति धन्यवादः धन्यवादः इन् प्रत्याहारः इति वदामः चेत् इ उ इण् क्षम्यताम् इ उ ऋ किम् अस्ति लण् पर्यन्तम् आयाति लण् पर्यन्तम् अस्तु धन्यवादः सरला भगिनी अस्तु लोट् लकार प्रथमपुरुष अङ्गमसि विनच् प्रथमपुरुष एकवचने तु पित् अस्ति अथवा तदा श्नस्वरलोपतस्य कार्यं न भवति विनच् योग तु तकार झल् प्रत्याहारे अस्ति अतः चोहोकु तस्य प्रसक्तिः अस्ति फल अपि कार्यं करोति चकारस्य स्थाने ककार आगच्छति विनक्तु इति भवति तात् इति अपि तात् अपित् अस्ति श्नसरलोप इति सूत्रेण अङ्गं विञ्च् इति भवति इदानीं चोहोकु आगत्य ककारस्य स्थाने चकारस्य स्थाने ककार आगच्छति अत्र प्रथमं विङ्क् योगः तात् भवति तदनन्तरं सन्धिकार्यं भवति नष्टापदांसझलि इत्यनेन अनुस्वार आगच्छति तदनन्तरं विङ्क् योग तु भवति तात् भवति तदनन्तरम् अनुस्वारस्य यैपरसवर्ण ककारस्य पञ्चमवर्ग ङकार आगच्छति विङ्क् इति भवति विङ्क् तात् तदनन्तरं तकारस्य झलाञ्जशोन्ते इति सूत्रेण तकारस्य स्थाने तृतीयवर्ग दकार आगच्छति विङ् ताद् पुनः वावस्थाने तात् भवति द्वे रूपे आगच्छन्ति विङ् तात् वा विङ् ताद् तदनन्तरं ताम् अस्ति तथैव समानकार्यं भवति प्रथमं श्नसरलोप तदनन्तरं चोहोकु नष्टापदांस झलि अनुस्वारस्य यै सवर्ण इति समूह सूत्राणां समूह तदनन्तरं वयम् आप्नुमः विङ् ताम् इति भवति अन्तु अपित् अस्ति किन्तु अझलि अस्ति तद् चोहोकु तस्य कार्यं न भवति केवलं सन्धिकार्यं भवति श्नसोरलोप नष्टापदंस्य झलि अनुस्वारस्य यै परसवर्ण सो अत्र विङ्क् च अस्ति चकारस्य पञ्चम वर्णकार आगच्छति विञ्चन्तु इति भवति रूपं मध्यमपुरुषे हि अस्ति इदानीं हि अपित् अस्ति अपि झलि अस्ति अङ्गं भवति विञ्च् विञ्च् योग हि भवति हू झल्भ्यो हेति तस्य सूत्रेण हकारस्य स्थाने धकार आगच्छति विञ्च् योग धी भवति तदनन्तरं नष्टापदांसझलि अनेन अनुस्वारः भवति विङ् योग धी नो विङ्क् योग धी तस्य अनन्तरं चोः कुः विङ्क् योग धी आगच्छति. तदनन्तरं नष्टापदान्तस्य झलि विङ्क् योग धी झलाञ्चषि अति सूत्रेण ककारस्य गकार भवति विङ् धी भवति. तदनन्तरम् अनुस्वारस्य यै परसवर्ण ङकार आगच्छति विङ् धी इति भवति. तात् यथा पूर्वम् उक्तवन्तः विङ् विङ् तात् तथैव तं भव तां भवति विङ् तां विङ्क् त इति भवति. आनी आव आम पित् अस्ति अझलि अस्ति तत्र केवलं वर्णमे मेलनं भवति. अङ्गम् अस्ति विनच् विनचानि विनचाव विनचाम. धन्यवादः भगिनि. रामप्रिय भगिनी भगिनि भगिनी अत्र मम एकः प्रश्नः अस्ति. अत्र लोट्लकारे प्रथमपुरुष एकवचनरूपद्वयम् अस्ति इत्युक्ते अत्र प्रत्ययः तात् अस्ति अपि च मध्यमपुरुष एकवचने अपि तात् अस्ति. यदि तथा अस्ति चेत् कथं ज्ञातव्यम् अस्माभिः अत्र क्रियापदं कर्तृपदं प्रथमपुरुषः अस्ति चेत् प्रथमपुरुषक्रियापदम् इति वक्तुं शक्यते. रूपं समानमेव रूपं केवलं रूपं समानम् अस्तु. तथा बहुत्र अस्ति तदर्थं सर्वत्र लोट्लकारे प्रथमपुरुषे च मध्यमपुरुषे एकवचने तात् इति एकैक. धन्यवादः. लङ्लकारः अडागमः भवति अविनच् इति अङ्गम् इदानीम् अविनच् योगः त प्रत्ययः. त प्रत्ययः पित् प्रत्ययः अस्ति. जल् प्रत्ययः अपि अस्ति. अतः तत्र चोः कुः इत्यस्य कार्यम् एव. अविनच् योगः त प्रत्ययः प्रथमं हल्न्याभ्यो दीर्घासुतिस्य प्रक्तं हल् इति सूत्रेण त प्रत्ययस्य लोपः इदानीं पदं जातम्. अतः चोः कुः इत्यस्य कार्यम् चकारस्य स्थाने कवर्घादेशः अविनक्. अनन्तरं जलां जशोन्ते इति सूत्रेण अविनग् रूप वा अवसाने इति सूत्रेण अविनक् अविनग् अविनक् इति रूपद्वयम्. इदानीं द्विवचनम् अविनच् योगः ताम् इति ताम् पित् क्षम्यताम् अपित् प्रत्ययः. जल् जल् अपि अस्ति. अतः तत्र अस्माकं श्नसोरलोपः इत्यस्य कार्यम् अविन् अकारस्य लोपः नकारोत्तरवर्ति अकारस्य लोपः अविञ्च् अविञ्च्. इदानीं चोः कुः इत्यस्य कार्यम् अवि अविञ्च् इत्युक्ते अविङ्क् नश्चापदान्तस्य जलि अतः अनुस्वारादेशः अनुस्वारस्य ययि परसवर्णः इति परसवर्ण आदेशः. अविङ्ताम् इति रूपम् अन् इति प्रत्ययः अपि अपित् प्रत्ययः परन्तु जलि नास्ति. अतः तत्र प्रथमं श्नसोरल्लोपः इति सूत्रस्य प्रसक्तिः अकारस्य लोपः. अनन्तरं नश्चापदान्तस्य जलि अनुस्वारसेयि परसवर्णः सूत्रद्वयोः प्रसक्तिः. अविञ्चन् इति रूपम् आगच्छति. मध्यमपुरुषे अपि समानकार्यं यदा प्रथमपुरुषे वयं दृष्टवन्तः अविनच् योगः स प्रत्ययः हल्न्याभ्यो दीर्घासुतिस्य प्रक्तं हल् इति सूत्रेण स प्रत्ययस्य लोपः पदान् इदानीं पदं जातम्. अतः चोः कुः इत्यस्य प्रसक्तिः अविनक् जलां जशोन्ते अविनग् वा अवसाने अविनक्. अनन्तरं अत्र तम् अपि तं त अपित् अस्ति जलि अपि अस्ति, श्नतोरलोपः इत्यस्य प्रसक्तिः, अकारलोपः, चोहुकुः इत्यस्य प्रसक्तिः, अविनक् नश्चापदान्तस्य जलि, अनुस्वारादेशः, अनुस्वारस्य इ परसवर्णः, परसवर्णादेशः, अविनङ्क्तम् अविनङ्क्त, क्षम्यतां नकारः नास्ति, अविङ्क्तम् अविङ्क्त, अविङ्क्त अस्तु, अम्ब म अम् पित् अस्ति परन्तु जलि नास्ति, अतः नकारलोपः तु न भवति, परन्तु नश्चापदान्तस्य जलि, अनुस्वारस्य एयि परसवर्णः, तयोः कार्यमस्ति, अविनचम् इति रूपम्। अनन्तरं यत्र लोपः न भवति चेत् शापदान्तस्य जलि तस्य कार्यं न भवति खलु, आमाम् अविनचम् एव रूपं सम्यक् उक्तवती, सूत्रं रात्रिः जातः भगिनि अविनच् इदानीं मध्यम क्षम्यतां द्विवचने अविनच् योगः व वः मः क्षम्यतां व म वत्र व म एव व म तत्र श्नसोरल्लोपः इत्यस्य न अपित् अस्ति, आम् धन्यवादः, अपित् परन्तु वम अजलि अस्ति, अस्तु, श्नसोरलोपः इत्यस्य प्रसक्तिः, अकारस्य लोपः, इदानीं नश्चापदान्तस्य जलि, अनुस्वारस्य एयि परसवर्णः, द्वयोः प्रसक्तिः अपि अस्ति, अविञ्च्व अविञ्च्म अविनचम् अविञ्च्व अविञ्च्म इति रूपं। धन्यवादः भगिनि, अग्रे गत्वा वयं केवलं सूत्रसमूहः इत्युक्त्वा अग्रे गच्छामः, प्रत्येकं सोपानस्य न आवश्यकं, नो चेत् न विरमतुं न शक्नुमः। अस्तु पुष्पा भगिनी वदति किं भगिनि विधिलिङ्ग् उक्त्वा अग्रे लट्लकारमपि? विधिलिङ्ग् तु सर्वे अपि अस्ति, तत्र श्नासोरल्लोपः, नश्चपदान्तस्य समूहः, सूत्रसमूहः कार्यं करोति, तत्तु विञ्च् इति अस्ति अङ्गं, विञ्च्या तत्तु यकार जलि अपि अस्ति न, यकारः जलि नास्ति खलु, हयवरट् इति हलि अस्ति किन्तु जलि नास्ति, जलि नास्ति, विञ्च्यात् विञ्च्यातां विञ्च्युः, विञ्च्याः विञ्च्यातं विञ्च्यात, विञ्च्यां विञ्च्याव विञ्च्याम। धन्यवादः भगिनि, अग्रे आत्मनेपदीरूपं करोमि, शीघ्रं शीघ्रं केवलं सूत्रसमूह अत्र सर्वे अपि अपित् अस्ति आत्मनेपदि, तत्तु विञ्च् एव अङ्गं, समूहः अस्ति विङ्क् विङ्क्ते अत्र अनन्तरं चोहोकुः, जलि अस्ति इति कृत्वा जलि परे इति कृत्वा चोहोकुः, सर्वत्र सूत्रसमूहः केवलं चोहोकुः अस्ति वा नास्ति वा इति एव द्रष्टव्यम्, विङ्क्ते विङ्क्ते आते तु चकारः चोहुकुः कार्यं न करोति अजादि, विञ्चाते विञ्चाते विञ्चते से तु अत्र कार्यं तु समूहः एव, समूहः प्रथमं समूहः, अनन्तरं सकारः तु जलि अस्ति खलु, जलि अस्ति इति कृत्वा चोहुकुः अपि तथैव ककारः आगच्छति, अनन्तरम् आदेशप्रत्ययः इति कार्यं, आदेशः से तु षकारः आगच्छति, विङ्क्षे विङ्क्षे अत्र चोः कार्यं न करोति, करोति तदनन्तरमेव करः आयाति आदेशप्रत्ययः जलि इत्यनेन. अस्तु अस्तु. आते विञ्चाते विन्द्वे, तत्र चोहुः कार्यं करोति जलां जषि कार्यं करोति, समूहः एव करोति. उत्तमं. विङ्द्वे विञ्चे विञ्च्वहे विञ्च्वहे केवलं समूह सूत्रसमूहः. अस्तु भगिनि, धन्यवादः भगिनि. सरला भगिनी वर्तते. लोट् अपित् अपित् झलि अस्ति, कार्यं श्नासरलोपे विञ्च् भवति, तदनन्तरं नष्टापदस्य झलि चोहोकुः नष्टापदस्य झलि अनुस्वारस्य यै बदसवर्ण इति सूत्रेण विङ् ताम् इति भवति. आतां झलि अपित् अस्ति, अझलि अपित् अस्ति, तत् केवलम् अनुस्वारस्य नष्टापदस्य झलि अपि अनुस्वारस्य यै समान अङ्गं विञ्च् अस्ति श्नासरलोप श्नसरलोप इति अनेन. सो भवती विञ्चातां विञ्चताम् स्व इति पुनः झलि अस्ति अपित् अस्ति श्नसरलोप तस्य कार्य, तदनन्तरं चोहोकु विङ् स्व भवति आदेशप्रत्ययो अनेन विश्व भवति, तदनन्तरम् अनुस्वार नष्टापदस्य झलि अपि अनुस्वारस्य यै परसवर्ण विङ्क्ष्व इति भवति. आथाम् अपित् अस्ति, अझलि अस्ति, श्नसरलोप अनु नष्टापदस्य झलि अनुस्वारस्य यै परसमूह विञ्चाथां भवति. ध्वम् अस्ति, तत्र तत्र भवति झलि अस्ति अपित् अस्ति श्नसरलोप तदनन्तरं चोहोकु आगच्छति, चोहोकु विञ्च् विञ्च् विङ्क् विञ्च् ध्वं विङ्क् ध्वं भवति, तदनन्तरं झलाञ्चषि इति सूत्रेण विञ्च् ध्वं गकार आगच्छति, नष्टापदांस झलि अनुस्वारस्य यै परसवर्ण कार्यं करोति, तद् अन्तिमरूपम् आगच्छति विङ् ध्वम् इति विङ्क् ध्वम् इति भवति. ऐ आवहि आमहे सर्वे पित् अस्ति अपि अझलि अस्ति, केवलं वर्णमेलनं भवति. विनचै विनचावहे विनचामहे इति भवति. धन्यवादः भगिनि. सूत्रसङ्ख्या पश्यामः चेत् सर्वदा नश्यापदान्तस्य जलि चोहोकुः आदेशप्रत्ययोः अनयोः पूर्वमेव भवति, अनन्तरं तस्मात् अनन्तरं दशापदान्तस्य जलि प्रथमम्, अनन्तरं चोहोकुः, अनन्तरम् आदेशप्रत्ययो. भगिनी चोहोकुः प्रथमम् आगच्छति, द्वितीयपादे अस्ति अष्टमध्ये. क्षम्यतां, द्वितीयपादे चोहोकुः प्रथमम्, अनन्तरं नशापदान्तस्य जलि, अनन्तरम् आदेशप्रत्ययः खलु. धन्यवादः मणिमहोदय. लङ् करोति किं महोदय? वदामि महोदय. अपित् अस्ति, जल् अपि अस्ति, अतः संसर्गलोपः चोहोकुः इत्यपि कार्यं कृत्वा अत्र अडागमः अपि अस्ति, अतः अविनक् नसपदांशस्य जले अनुसारस्य कार्य अविनक् द अत्र तु अपित् अस्ति इति कृत्वा श्नसोर्लोपः कृत्वा अविङ्क् इति भवति खलु. अविञ्चति प्रथमं नकारस्य नकारः अकारः लोपः भवति स्नस्वरलोपः अनन्तरं चोहोकुः तस्परं नस्यां पदन्तस्य जलि अनुस्वर प्रसन्न इति आदि कार्यं कृत्वा अवि अवि अवि वै अविङ्क्त इति रूपम् अविङ्क्त इति उच्चारणम् आसीत् अतः उक्तवती. धन्यवादः महोदय. धन्यवादः महोदय. अनन्तरं अविनच्छताम् अविञ्चताम् अविञ्चत इति रूपं ताः तदेव अविञ्चाताम् अविञ्चत. बहुवचने अत अथवा अताम् अनन्तरं मध्यं पुरुषे ताः अपित् अधः स्वरलोपः चोहोकुः नसम्पदन्तस्य अनुसरसि पर्सन इत्यादि समूहकार्यं कृत्वा अपित् अधः तदेव प्रथमपुरुषे तकारः अस्ति अतैव तदेव कार्यम् अत्रापि कार्यं करोति किल. अधः अविङ्क्ताः अनन्तरम् अविञ्चाताम् अविन्त्वम् ई अस्ति दकारः भवति खलु अत्र दकारः अविन् अधः जलां जस्ति अपि कार्यं करोति अद अभिङ्क् अभिङ्क् द्वम् इति रूपं भवति महोदय. उत्तमपुरुषे ई अस्ति अपित् अधः नकारः अकारः लोपः भवति स्नस्वरलोपः अनन्तरं नशां पतन्ति महोदय. पित् इति उक्तवान् किन्तु अपित् कार्यम् अस्ति अपित् अपित् इति उक्तवान् अजाति अपित् अजाति अपित् किल. क्षम्यतां महोदय मे बि ऐ कुड् टोल् ई एस् सि अपित् अधः शम्पदन्तस्य जलि महोदय पुनः पित् इति उक्तवान् किम् अपित् इति उक्तवान् किम् अपित् सरला भगिनी किं श्रुत अपित् अपित् अजादि अपित् अधः स्नस्वरलोपः नशाम्पदस्य जलि अनुसरसि प्रश्न कार्यं कृत्वा अविञ्चि इति तदेव वहि अविञ्च् वहि अविञ्च् महि इति रूपाणि भवन्ति महोदय. धन्यवादः. धन्यवादः महोदय. रामप्रिया भगिनी विधिलिङ्ग् उक्त्वा अनन्तरं नूतनधातुः अपि वर्णनं करोति. आं भगिनि इदानीं विनच्च तत्र अस्माकं विधिलिङ्ग् लकारे तु सर्वे अपितः परन्तु अजादिः अस्ति जलि नास्ति अतः वर्ण अतः नश्यापदान्तस्य जलि इत्यस्य कार्यं तु सोरलोपः इत्यस्य कार्यं सूत्रसमूहस्य कार्यं तु भवति चोहोकुः इत्यस्य कार्यमेव न अतः आं भगिनि दोषः वा अस्तु अतः तत्र तु अकारस्य लोपः भवति नश्चापदान्तस्य जलि अनुस्वारादेशः अनुस्वारस्य ईपरसवर्णः परसवर्णादेशः विञ्चीत विञ्चीयातां विञ्चीरन् विञ्चीताः विञ्चीयातां विञ्चीध्वं विञ्चीय विञ्चीवहि विञ्चीमहि इति रूपं द्वितीयं रिञ्च् इति धातुः किल भगिनि रिचि एवमेव तञ्चु इति तञ्चु तञ्चु तञ्चु वयं तञ्च् भवति परस्मैपदी सङ्कोचने सङ्कुचितः भवति तत्र तञ्च् योगः श्नम् इति प्रत्ययः अतः तत्र मिथचोन्त्यात् परः इति सूत्रेण नकारः धातोः मध्ये आगच्छति तनञ्च् इति प्रथमम् अस्ति परन्तु अस्माकं ञकारः तु मूले नकारः आसीत् तदेव ण्यकारः अभवत् चकारस्य कारणेन. अतः श्नान्लोपः इति सूत्रेण द्वितीयनकारस्य लोपः निमित्तमस्ति अस्माकं श्नम् प्रत्ययः. अतः तनच् इति रूपम् आगच्छति. तत् कुर्मः वा रिञ्च् रिञ्चि वा भगिनि? तनच् इति अपि शीघ्रम् उक्त्वा करणीयम्. अस्तु, किमर्थम् इत्युक्ते रिञ्च् विञ्च् उभयोः अपि समानम् परन्तु नत्वकार्यमस्ति रिञ्च् इति मध्ये, तनच् इति तत्र नत्वं नास्ति. अस्तु, तर्हि रिच् रिच् इति रिञ्च् तनच् जसा विनच् अस्ति तथैव भवति. आं, तदेव कार्यम् एवं समानम् रूपाणि वदामः. तनच् इत्यस्य तनच् एव अङ्गमस्ति. अतः तत्र लट्लकारे तनच् इत्युक्ते तत्रापि चुहुकु तनक्ति तनङ् तङ्क्तः तञ्जन्ति तनक्षि तङ्क्तः तङ्क्त तनच्मि तङ्वः तङ्मः तञ्चुवः तञ्चुमः तञ्चुवः तञ्चुमः तञ्चन्ति अपि तत्र भवति तञ्चन्ति. आम् आम् तञ्चन्ति. लक्ष्मी भगिनी नोट् कर्तुम् इच्छति. अहं केवलं शृणोमि भगिनि, न कृतवती. पुष्पा भगिनी वदति किं शीघ्रं रूपाणि केवलं रूपाणि रूपाणि सर्वे. आं भगिनि, तनच्छति तनच्छति अङ्गं प्रथमं तनच् तु तत् अपि अस्ति तनक् तु तञ्च् अत्र तञ्च् तु तञ्चातु तात् इति खलु तात् इति खलु तात् प्रथमतया तात् तङ्क् तात् तत्र तञ्च् सूत्रसमूहः अनन्तरं चोहुकुः कार्यं समूहः चोहुकुः अपि अस्ति चोहुकुः समूहः वासस्थाने न तद् तङ् ताद् तङ् ताङ् जलां जलां जशोन्ते अनन्तरं तङ् ताद् ताम् अस्ति तङ् ताम् अतु तञ्चतु तञ्चतु तञ्चन्तु तञ्चन्तु तञ्चन्तु ञकार ताम् अन्तु न अन्तु तञ्चन्तु तञ्चन्तु अत्र हि तु अत्र अनिदितां हलोपदायानिति इत्यनेन तचन्तु इति भवति खलु तचन्तु अनिदितां हलोपदाय तस्य कार्यं भवति खलु न भगिनि अत्र इरित् नास्ति इरित् नास्ति खलु तञ्चु इरित् नास्ति इरित् नास्ति अनिदितां हल् वयं पूर्वम् उक्तवन्तः सरलोप इति आगत्य तद् अभिय कार्यम् अस्ति तस्य कार्यं न भवति न तत् किं श्नसरलोप आगत्य तञ्च इति भवति अकारस्य लोपः भवति अनिदितां हल् उपदायां तस्य कार्यं न भवति. यद्यपि यद्यपि इदित् नास्ति. आमामां क्षम्यतां विस्मृतवती. धन्यवादः भगिनि. ञकारः तञ्च् अस्ति. सो तञ्चन्तु हि अत्र कार्यं तु तञ्च् योगः हि हूजल्यो हेर्दिः हूजल्भ्यो हेर्दिः धि आगच्छति. हि स्थाने धि चोहकुः समूहः सर्वे अपि अस्ति. झलां झष्टषि अपि अस्ति. तत्तु धि इति थङ्धि हि अत्र तम् अस्ति न. एकनिमिष भगिनि. तम् अस्ति तम् तात् तात् तथैव तङ्क् ताद् तङ्कात् तङ्क् तं तङ्क् ता तञ्चानि तञ्चाव तञ्चाम पित्तस्य. अत्र श्नसोरलपः नास्ति. तनसानि तनसाव तनचाव तनचानि तनचाव तनचानि. मणिमहोदय लङ्लकारं करोति. महोदय क्षम्यतां महोदय, अद्य समयः आसीत्. पित्तस्य अधः जलि अपि अस्ति. अधः तन् तङ्क तङ्क इति रूपं तदेव महोदय अदनक् ति अतनच् योगः तकारः इच्छ इति प्रत्ययः हल्याभ्यो दीर्घसूत्रस्य पृक्तं हल् इति निनत इति प्रत्ययस्य लोपः भवति. अतनक् इति अतनच् इति पदम् अधुना चोहोकुः कार्यं करोति पदान्ते कृत्वा अतनक् इति. अनन्तरं जलां जशोन्ति धन्यवादः महोदय. अनन्तरम् अदनक् अदनन्ताम् अदञ्छन् अदञ्छन् मध्यमपुरुषे चकारः अस्ति. पित् अतः जलं हल्याभ्यो दीर्घादिस्य सूत्रस्य पित्त हल् इति लोपो भवति. अनन्तरम् अदर्नक् चौहकुः कार्यं करोति पदं अस्ति. अतः अदनक् जलां जसन्त इति सूत्रेण अदनच् जलां जसन्त अदनञ्ज् अदनक् जलां जस्वन्ते भवसाने अदनक् अदनक् इति. अनन्तरम् अदन्तम् अदन्त क्षम्यं महोदय राम् महोदय अदञ्चम् अदनच्छम् अदनच्छं क्षम्यतां. अनन्तरं व म अपित् अधः अदञ्च्व अदञ्च्म इति रूपं भवन्ति. धन्यवादः धन्यवादः महोदय. विधिलिङ्ग् अपित् सर्वे अपित् अस्ति श्नासरलोप नष्टापदांश झलि अनुसारस्य यै परसवर्ण कार्यं करोति सर्वे प्रत्यया अझलि अपि अस्ति अङ्गं भवति विञ्च धन्यवादः भगिनि. अनन्तरम् अस्ति अस्माकं धातुः अस्ति विचिर् इति रिच् धातुः. यत्र भेदः वर्तते तत्र एव वयं सोपानं वदामः, नो चेत् केवलं रूपं. यदा भगिनी नत्वस्य विषये उक्तवती तत्रैव वयं सोपानं वदामः नो चेत् प्रथमं पठामः. भगिनी आरम्भं करोति किम्? अस्तु, अत्र महोदय लिखितमस्ति तत्र पठामः. रिच् उभयपदि विरेचने त्यजति मोचयति रक्तं करोति. पृचि भवति पृच् परस्मैपदि सम्पर्के संयोजयति. अनयो द्वयो धातोः प्रसङ्गे रत्वं परिशीलनीयं भवति. बित् प्रत्यये परे रत्वं भवति, अपित् प्रत्यये परे रत्वं न भवति. किमर्थम् इति अग्रे उच्यते. रिञ्च् योगतः अत्र अट् कुप्वाङ् नुम्वाय अपि अष्टमाध्यासे चतुर्थपादे द्वितीयसूत्रम् इत्यनेन रत्वं स्यात्, परन्तु अत्र सूत्रद्वयस्य प्रसक्तिः अस्ति. नष्टापदांश झलि अष्टमाध्यासे तृतीयपादे चतुर्विंशतिसूत्रम्. अट्कुप् वाङ् नुं वाय अपि अष्टमाध्यासे चतुर्थपादे द्वितीयसूत्रं च. त्रिपाद्यां समानकाले सूत्रद्वयस्य प्रसक्तिः चेत् पूर्वत्रा सिद्धम् अष्टमाध्यासे द्वितीयसूत्रं प्रथम एकं सूत्रम् इत्यनेन परसूत्रम् असिद्धं भवति. अनयोः सूत्रयोः मध्ये अट्कुप् वाङ्नु अट्कुप् वाङ्नु व्यवायेपि अष्टमाध्यासे चतुर्थ पादे द्वितीयसूत्रं परसूत्रम् अत्र असिद्धं भवति. शास्त्रा सिद्धम् इति नष्टापदांश झलि इत्यनेन नकारस्य स्थाने अनुस्वारकृते रत्वस्य प्रसक्तिः नास्ति. यदि रिञ्च् सरलोप इति सूत्रस्य भूत्वा यदि यदा अपित् अस्ति तत्र अङ्गं भवति रिञ्च् नकार अस्ति. इदानीं अट्कुप् वाङ्य अपि तस्य प्रसक्तिः अस्ति, कारणं रका रेफ अस्ति, तस्य अनन्तरम् ईकार अस्ति नकार अस्ति. रेफ नकार मध्ये ईकार अस्ति, तु अट्कुप् वाङ्नु व्याय अपि तस्य प्रसक्तिः अस्ति. अपि नष्टापदांश झलि तस्य प्रसक्तिः अपि अस्ति, कारणं कि नकार अस्ति, तस्य अनन्तरं झल् चकार झलि अस्ति. सो नकारस्य अनुसारं भवति. द्वयोः मध्ये द्वे सूत्रे युगपत् आगत्य तत्र कार्यं कर्तुम् इच्छति तत्र पूर्वत्रा सिद्धम् इति सूत्रेण पूर्वसूत्रं कार्यं करोति, परसूत्रम् असिद्धं भवति. इदानीं सूत्रस्य क्रम संख्या द्रष्टुम् आवश्यकं भवति. अट्कुप् वाङ्य अपि तस्य सूत्रसङ्ख्या अस्ति अष्टमाध्यास चतुर्थपादे द्वितीयसूत्रं. नश्चापदांश झलि अस्ति त्रिपाद्याम् अष्टमाध्यासे तृतीय अष्टमाध्यासे तृतीयपादे चतुर्विंशति. द्वे त्रिपाद्याम् अस्ति किन्तु नष्टापदांश झलि पूर्वसूत्रमस्ति, तस्य कार्यं भवति, यदि तस्य कार्यं भवति इति सूत्रेण नकारस्य अनुस्वारः भवति रिञ्च्। यदि रिञ्च् भवति तदनन्तरम् अट्कुप्वाङ्गनं वाय अपि यदि कार्यं कर्तुम् इच्छति तस्य प्रसक्तिः न भवति, नकार एव नास्ति तत्र। तदनन्तरं यदि अनुस्वारस्य यै परसवर्णः आगच्छति रिञ्च् भवति तदानीम् अपि अट्कुप्वाङ्गनं वाय अपि तस्य कार्यं भवति, किन्तु तत्र कार्यं न भवति, इदानीं कार्यासिद्धं भवति। परसूत्र कार्यं पूर्वं भवति किन्तु नष्टापदान् अट्कुप्वाङ्गनम् अपि तत् न पश्यति, अतः कार्यासिद्धं भवति। पूर्वं यदि अस्ति तत्र शास्त्रासिद्धम् अस्ति, तदनन्तरं कार्यासिद्धं भवति। रूपाणि वदति लट् लकाररूपाणि वदति किम्? अस्तु, लट् लकार अस्माकं धातुः अस्ति लिनच्, लिनच् योग अस्ति अस्ति पित् अस्ति अपि झलि अस्ति ऋणच् योगति चोः कु प्रथमं कार्यं करोति ऋणक् योगति भवति कारणं चोः केवलं रूपं वदामः। अस्तु ऋणक् अट्कुप्वाङ्गनाय अपि तस्य कार्यं भवति पित् अस्ति तु ऋणक्ति इति भवति सः इति तत्र भवती केवलं सूत्रसमूहस्य कार्यम् श्नसरलोप भवति श्नसरलोप चोः कु नष्टापदांस झलि अनुस्वारस यै परसवान सो रिङ्क्तः इति भवति रिङ्क्तः नकारः आगच्छति तत्र अन्ति भवती रिञ्च च अस्ति रैट् रिञ्चन्ति रिञ्चन्ति भवति तत्र सि अत्र नष्टापदसरलोपस्य कारणं कार्यं न भवति रिणच् अस्ति रिणच् अस्ति पित् अस्ति अपि झलि अस्ति सो ऋणक्सि भवति चोः कु भूत्वा ऋणक्सि भवति तद् आदेशप्रत्ययो ऋणक्षि ऋणक्षि इति भवति अत्र नत्वमपि भवति ऋणक्षि नत्वं ऋणक्षि भवति नकारस्य नकार भवति थ थ भवति अपित् अपि झलि अस्ति रिङ्क्थः रिङ्क्थः इति भवति मी अस्ति पित् अस्ति झलि नास्ति नत्वं भवति ऋणच्मि ऋणच्मि भवति वकार मकार अत्र झलि नास्ति अपित् अस्ति तो भवति रिञ्च्वः रिञ्च्मः। अस्तु भगिनि, अत्र अहम् अनन्तरं लोट् तु समानमस्ति, वयं पूर्वमेव दृष्टवन्तः खलु विच् दातुं दृष्टवन्तः तदेव कार्यमस्ति खलु तत्र पुनः केवलं नत्वस्य विषये अपित् अस्ति चेत् नत्वं भवति अपित् अस्ति चेत् नत्वं न भवति इति दृष्टवन्तः। अनन्तरम् आत्मनेपदी किमपि वक्तव्यं किम् अत्र केवलं यत्र ध्वमस्ति तत् केवलं लङ्लकरं पश्यामः। रामप्रिया भगिनी वदति किं भगिनि आत्मनेपदि लङ्लकार आत्मनेपदि लङ्लकारः अरिणच् इति भवति तत्र तु नत्वस्य किमपि कार्यं नास्ति सर्वे अपितः अस्ति सूत्रसमूहस्य कार्यमेव अरिङ्क्त अरिञ्जाताम् अरिञ्जत चाताम् खलु अरिञ्चाताम् अरिञ्चत अरिङ् अरिङ्क्ताः अरिञ्चाताम् अरिङ्ग्वम् तत्र तु जलां जष्टषि इत्यस्य कार्यम् अरिङ्ग्वम् अरिञ्चि क्षम्यताम् अरिञ्चि अरिञ्च्वहि अरिञ्च अरिञ्च्महि. उत्तमं भगिनि, धन्यवादः भगिनि. कुत्र धन्यवादः इति उक्तवान् भगिनि. अत्र वक्तव्यं किं भगिनि? भगिनि लोट्लकार कुर्मः, तत्र नकारः आगच्छति. लङ्लकारे तकारस्य लोपः तत्तु अत्र तु आत्मनेपदी रूपम् उक्तवन्तः खलु. ओ आत्मनेपदी लङ्लकार आत्मनेपदी नास्ति किं भगिनि? उभयपदी उभयपदी अस्ति. वयं सर्वाणि रूपाणि न पश्यामः भगिनि. किमर्थम् इत्युक्ते समयः अतीतः खलु इति कृत्वा. केवलं यत्र भेदः वर्तते विशेषतया किमपि अस्ति चेत् वयं तत् पश्यामः. सर्वाणि रूपाणि न कुर्मः अधुना. रिञ्चति समानम् आसीत् खलु कार्यं तु इति कृत्वा. सरला भगिनी लोट् कर्तुम् इच्छति खलु. अस्तु भगिनि, उत्तमपुरुषे एव नत्वस्य प्रसक्तिः अस्ति किल. आम् आम् आम् तावदेव खलु. ऋणचानि ऋणचाव ऋणचाम इति नत्वं भवति. अनन्तरं ऋणचै ऋणचावः ऋणचामः इति. लोटि तु परस्मैपदी अस्ति चेत् ऋणत्तु अत्रापि ऋणत्तु तत्रापि. अत्र लोटि किमर्थं तत्र तु लोटि सि इत्यस्य स्थाने हि आगच्छति इति कृत्वा पुनः अपित् भवति इति कृत्वा रिङ्गि इति रूपं रिङ्गि भवति तत्र. स्व तत्र श्व भवति रिङ्गिष्व भवति. तर्हि विरमामः. किं विधिलिङ्ग् पश्यामः चेत् रिञ्जीत इति एव खलु. साधु विरमामः. धन्यवादः शुभरात्रिः. धन्यवादः भगिनी, नमस्कारः, शुभरात्रिः. धन्यवादः.